नमस्कारः, सर्वेषां नमस्कारः. अद्य अदादिगणे हलन्तदातवः इति पाठः अनुवर्तते. तर्हि वयं किं नूतनधातुः अस्ति अद्य बश् इति धातुः. बश् नास्ति खलु, बश् गते सप्ताहे दृष्टवन्तः. ईश् इति धातुम् अर्हति, पश्यामः. हेमा भगिनी आरम्भं करोति किं भगिनि? आं भगिनि, एकनिमिष. शकारान्तः ईश ईश् धातुः आत्मनेपदी अस्ति, ऐश्वर्ये इत्यर्थे. अत्र अङ्गकार्यम् उपधायां दीर्घ इकारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति. इडागमः विशिष्टसूत्रे स्तः. ईशः से ईश् धातुतः परस्य सार्वधातुकसंज्ञकस्य से च द्वे च द्वे शब्दस्य च इडागमो भवति इति. तदनन्तरम् ईडजनोर्द्वे च इति अस्ति. ईड् जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकसंज्ञकस्य से च द्वे शब्दस्य च इडागमो भवति. अनुवृत्तिसहितसूत्रमस्ति. ईशः ईडजनोः अङ्गात् सार्वधातुकस्य से द्वे च इट् इति. तर्हि अत्र अङ्गकार्यं किमपि नास्ति, यतोहि उपधायां दीर्घ इकारः अस्ति, अपि च पुगन्तलघुपदस्य इति च सूत्रे केवलं ह्रस्व इकारः अपेक्षते इति कृत्वा अङ्गकार्यं नास्ति. तदनन्तरं परन्तु विशिष्टकार्यं भवति ईडागमस्य. तस्य सूत्रमस्ति ईशः से. ईश् धातुतः यदि सार्वधातुकसंज्ञकः परे अस्ति, अपि च तत्र से द्वे शब्दः अस्ति चेत् तत्र इडागमः भवति. आत्मनेपदी अस्ति धातुः, अतः लट्लकारे से द्वे इति मध्यमपुरुषे एकवचने, अपि च द्विवचने, अपि च समानतया तत्र लोटि अपि भवति इति ज्ञातव्यम्. अधोभागे विवरणमस्ति. तदनन्तरम् ईडजनोर्द्वे च इति सूत्रं वदति. ईड् जन् अपि धातुद्वयमपि ईडजनोः अङ्गस्य सार्वधातुकप्रत्यये परे से द्वे च इडागमः भवति इति. जन् किं किं गणः अस्ति भगिनि? चतुर्थगणे इति मन्ये किल भगिनि? जायते, जन्यते, यकारः जननं भवति किल, जननस्य. तत् किं किं गणः? चतुर्थगणः इति. चतुर्थगणः तु किं यकारः? अनेके जनदातवः सन्ति इति. अन्यत्र अपि अस्ति वा? हा, जनदातुद्वयमस्ति किं? जा पश्यामि. चतुर्थे गणे अस्ति जनि प्रादुर्भवेति. अनन्तरं जनस्थाने जा इति आदेशः भवति, अतः जायते. जन्यते इति प्रायः कर्मणि रूपं किल. जननि इति तृतीयगणे अपि अन्य जन्धातुः अस्ति. जननि इति जनजननि इति समानार्थवन्तः. तत्र रूपं किं भवति? अत्र तु जजन्ति इति किमपि अस्ति. जजन्ति इति रूपम् अस्तु. तत्र परस्मैपदी वा? अस्तु भगिनि. तदनन्तरं केचन वैयाकरणाः वदन्ति यत् उपरितनयोः सूत्रयोः फलितोर्थः अयं यत् द्वितीयसूत्रस्य च इत्यनेन ईश् धातोः अपि अनुवृत्तिः भवति. ईडजनोर्द्वे च इति सूत्रे अनेन ईडजनोर्द्वे च इति सूत्रे अनेन ईश् धातुतः द्वे शब्दस्य अपि इडागमो भवति. अन्ये वैयाकरणाः वदन्ति यत् से इत्यस्य अनुवृत्तिः भवति ईड्जनोर्द्वे च इति सूत्रे, द्वे शब्दस्य च अपकषः भवति ईशः से इति सूत्रे. यथा कथमपि भवतु, द्वयोः सूत्रयोः से च द्वे च द्वयोः अन्तर्भावः. अनेन मध्यमपुरुषे लटि लोटि च यथा ईड् जन् इति धातुभ्यां तथैव ईश् धातोः अपि इडागमः भवति. अत्र प्रश्नः उदेति ईशः से इति पूर्वसूत्रमस्ति, अपि च ईडजनोर्द्वे च इति अनन्तरम् आयाति. साधारणतया अनुवृत्तिः यत्र भवति पूर्वसूत्रात् एव भवति, परन्तु ईशः से इति सूत्रे केवलं से इति उल्लिखितमस्ति, तत्र द्वे इति न निर्दिष्टम्. अतः अत्र मतभेदः भवति. केचन जनाः केचन वैयाकरणानां मतः अस्ति यत् ईडजनोर्द्वे च इति तत्र अस्ति इति कृत्वा पूर्वसूत्रात् से इति अनुवर्तते, अतः ईडजन् द्वाभ्यां धातुभ्याम् अपि से इति स्वीकार्यं भवति, से द्वे परे इडागमः भवति इति. केचन जनाः वदन्ति तत्र उपरि आनयनमपि भवति, यतोहि ईडजनोर्द्वे च सूत्रात् द्वे शब्दः उपरि ईशः से तत्रापि स्वीकार्यं भवतु, ततः आहत्य तत्र त्रयाणां धातूनां कृते इडागमः भवति, से अपि द्वे च परे सार्वधातुकसंज्ञका परे इति सारांशः. धन्यवादः. अस्तु, सन्धिकार्यं झलि परे शकारस्य षत्वं वश्च भ्रश्च सृज मृज यज राज भाजश्च छा शां शः इति सूत्रेण षत्वे सति तादि थादि धादि च प्रत्यायानां शुत्वं शुट्नाष्टु इति सूत्रेण झषि झष झष्त्वं झलाञ्चषि इति सूत्रेण ईष्टे लट् लकारे आत्मनिपदी प्रत्ययां वश्च भ्रश्च सृज मृज यज राज भाज झषाञ्छाच्छ इति सूत्रेण सालव्यशकारस्य मूर्धन्यशकार आगच्छति. ईश्योगते ष्णाष्टुः इति सूत्रे वष्ट्वं भवति. ईष्ठे तकारस्य तकार जातः इष्टे इति भवति. लङि ईश् धातु अजादि अतः लङि आड्जादीनाम् इत्यनेन आडागम आटश्चत्यनेन वृद्धिरादेश्च आयोग ईश ऐष इति अङ्गं भवति वृद्धि भूत्वा. सो ऐष योगध्वम् ऐष अङ्गम् अस्ति तद्ध्वम् अस्ति. इदानीं प्रथमं वश्च प्रश्च सृज मृज राज इति सूत्रेण शकार भवति ऐष योगध्वं. तदनन्तरं धकार झलि अस्ति, धकार तवर्गीय अस्ति, अतः अष्टाष्टुः इति सूत्रेण ऐष योगढं धकारस्य तनि ढकार आगच्छति. तदनन्तरं झलाञ्चषि इति सूत्रेण अकारस्य डकार जातः तृतीय वर्ण आगच्छति. ऐड् योगढम् ऐड् ढम् इति भवति. अत्र ध्वं लङि अस्ति किन्तु प्रकृतिग्रहणे विकृतिग्रहणं न भवति, अतः ई जनो द्वै च इति सूत्रं कार्यं न करोति लङि. प्रकृतिग्रहणेन विकृते क्षम्यतां विकृतिग्रहणेन अग्रहणं भवति. आम् अस्तु, अस्तु. लटि ईश् योगते अत्र सन्धिकार्यं भवति, कारणकी तकार झलि अस्ति. ईश् योगते व्रश्च भ्रश्च सृज राज इति सूत्रेण शकारस्य मूर्धन्यशकार जातः. तदनन्तरं श्नाष्टुः इति सूत्रेण तकारस्य तकार भवति, तो ईष्टे इति भवति. आते केवलं वर्णमेलनम् अस्ति, अजादि अपित् अस्ति. सो ईशाते तथैव वर्णमेलनम् ईशते इति भवति. से मध्यमपुरुष इति इदानीम् इदागम आगच्छति ईच् जनो द्वे इति सूत्रेण. सो ईश् योग इकार तदनन्तरं सकार आगच्छति. हलन्त्यम् इट् इट् अस्ति नो, सो टकारस्य हलन्त्यमिति सूत्रेण संज्ञा भवति, इकार अवशिष्टति. इकार आदेशप्रत्ययो इन्को प्रत्याहारे आगच्छति. सो तद् अतः सकारस्य मूर्धन्य शकार जातः. सो ईशि शे इति भवति. तदनन्तरम् अस्ति आथे वर्णमेलम् ईशाथे ईश् द्वे. अत्र अत्रापि इडागमः आगच्छति ईचनो द्वे इति सूत्रेण ईश् योग ईकार योग द्वे. इदानीं ईश्योगद्वे ईशि द्वे ईशि द्वे इति भवति. ईशि द्वे ईश् ए केवलं वर्णमेलं भवति. ईशे ईश्वहे ईश्महे. अस्तु भगिनि, धन्यवादः भगिनि. वकारमकारचलि नास्ति तत् अथवा सन्धिकार्यं नास्ति तत्र. धन्यवादः भगिनि. पुष्पा भगिनी अग्रिम. भगिनी क्षम्यतां, प्रश्नः एकः प्रश्नः. तत्र यदा ईश् योगः से इति वदामः किल, तत्र व्रश्च व्रश्च इत्यस्य अपि प्रसक्तिः अस्ति, अतः प्रतिपदोक्तत्वात् इति वक्तुं शक्नुमः वा? आम् इति मन्ये भगिनि. आं सत्यं भगिनी उक्तवती. आम् निश्चयेन, नो चेत् सूत्रं निरवकाशं भवति खलु. किल, तदेव वक्तुं शक्नुमः. अपवादत्वेन एव वक्तुं शक्यते खलु, नो चेत् निरवकाशः. आं, समानकाले समानसमये आम् आगच्छति एव किल. तद् भवति अपवादे सूत्रे आगत्य कार्यं करोति. तत्र ईजनो द्वे विशिष्टसूत्र इति केवलं ईजन् इति ईश् इति धातो प्रति अस्ति, तस्य निर्विकाशः भवति. अस्तु भगिनि, एकनिमिषं. लोट्लकारे अस्तु, ताम् अस्ति, तत्तु ईश्योगः वृष्टभ्रष्ट विज सृजं विज यज राज ब्राजश्चसां सः इत्यनेन स्तुनाष्टुः आयाति. अत्र ईश् मूर्धन्यषकारः आगच्छति. स्तुनाष्टुः इत्यनेन षकारस्य प्रभावेन तकारस्य परिवर्तनम् आयाति. तकारः इष्टाम् आतां तु ईष्टातां मेलनम् एव. ईशाताम् ईशतां स्वा तु तत्र कोऽपि नास्ति. तत्र स्वा ईश्च स्वा इति आगच्छति. ईद् ईदजनो जनो द्वे च इत्यनेन ईशि स्वा स्वा तु आदेशप्रत्ययो इत्यनेन श्वाकारः आयाति. ईशि श्वा आताम् ईशातां मेलनं. द्वम् अत्र कोऽपि नास्ति. अस्ति लोट्लकारः अस्ति खलु, एकदेशवृत्तेः अनन्यत्वात् इति वा, इति वार्तिकेन एकदेशवृत्तेः अनन्यत्वात् इति कृत्वा अत्र ईडागमः भवति खलु. द्वम् इत्यत्र तदेव तस्यैव कार्यम्. आम्, ईशहसि ईडजनोद्वेषद्वम् ऐ तु ते सर्वे अजादि पित् अस्ति. तत्रैव ईशै ईशावहै ईशामहे. धन्यवादः भगिनी. आम् आं भगिनि. ईश् इति अङ्गम् आयोगः ईश् आडागमः आडजादीनाम् इति सूत्रेण आयोगः ईश् योगः त इति प्रत्ययः अतः आयोगः ईश् आटश्च इति वृद्धिः भूत्वा ऐश् योगः त तत्र तु त प्रत्ययः अपृक्तः नास्ति अतः तत् हल्न्याभ्योदीर्घात् अत्र कार्यं न करोति. व्रश्च भ्रश्च सृज मृज यज राज चषांशः इति सूत्रेण षकारस्य स्थाने मूर्धन्यषकारादेशः ऐश्योगः त इदानीं ष्टुनाष्टुः ऐश्योगः ट ऐष्ट इति रूपम्. अनन्तरम् ऐश्योगः आतां तत्तु अजादिप्रत्ययः अस्ति अतः वर्णमेलनमेव ऐशाथाम् ऐश् अथ तत्रापि अजादिप्रत्ययः. मध्यमपुरुषे ऐश्योगः ताः तत्रापि व्रश्च भ्रश्च सृज मृज यज राज चषांशः इति सूत्रेण ऐश्योगः ताः मूर्धन्यषकारादेशः. अनन्तरं ष्टुनाष्टुः इत्यस्य प्रसक्तिः कार्यमपि ऐश्योगः टाः इति मूर्धन्यटकारः आदेशः ऐष्ठाः आथाम् इति अजादिप्रत्ययः अतः वर्णमेलनमेव ऐषाथाम् ऐश्योगः द्वम् इदानीं लङ्गि द्वम् इति मूलप्रत्ययः इत्येव कृत्वा विकृतिग्रहणेन प्रकृतिः प्रकृतिरग्रहणम् इति वार्तिकेन तत्र ईशः से क्षम्यताम् ईजनोर्द्वे तद् कार्यं न करोति. अत्र व्रश्च भ्रश्च सृज मृज एतत् सूत्रस्य कार्यं षकारादेशः मूर्धन्यषकारादेशः ऐश्योगः द्वम् अनन्तरं शृणाष्टुः ऐश्योगः दकारस्य स्थाने टकारः मूर्धन्यडकारः द्वम् अनन्तरं जलां जश् जषि इति सूत्रम् ऐड्योगः द्वम् ऐड्वम् इति रूपम्. अनन्तरम् उत्तमपुरुषे ऐश्योग इ तत्र तु अजादिः अस्ति ऐशि इति वर्णमेलनम् ऐश्योगः वही महि जलि नास्ति वकारः मकारः जलि नास्ति इति कृत्वा तत्रापि किमपि विशिष्टकार्यं नास्ति वर्णमेलनमेव ऐश्वहि ऐश्महि. धन्यवादः. विधिलिङ्गि सर्वे प्रत्ययाः अजादेयः अतः अत्र केवलं मेलनं भवति कोऽपि कार्यं किमपि कार्यं नास्ति अतः ईश्योगः ईत ईशीत ईशीयाताम् ईशीरन् ईशीत क्षम्यताम् ईशीथाः ईशीयाथाम् ईशीध्वम् ईशीय ईशीवहि ईशीमहि. धन्यवादः. भगिनि अस्य धातोः विशिष्टरूपेण किमपि वाक्यं किमपि रचयामस्ति एकैकं वयं स्वीकृत्य एकैकं वाक्यं रचयामः. अत्र ऐश्वर्ये इति भवति किल अपि च अत्र इत्युक्ते गवन् इत्यपि भवति किल तदर्थमेव न तदर्थमेव इत्युक्ते यः अस्मान् ईशः इति आगच्छति किल हि गवर्न्स् तादृशम् आगच्छति वा इति अहं न दृष्टवती मनसि आसीत् केवलम् ऐश्वर्ये इत्युक्ते इदानीं महेशः ईश्वरः इति वदामः किल मनसि आसीत् भगवतः अनुग्रहात् किमपि कुचेलः इष्टे इति ऐश्वर्यं प्राप्तवान् इति वा प्राप्नोति इति समीचीनं किं वदतु भगवतः भगवतः अनुग्रहात् कुचेलः ईष्टे ईष्टे ऐष्ट अपि प्राप्तवान् इति आम् ऐष्ट चालकवत् एकं वाक्यम् अत्र दृष्टवती यः ईष्टे सर्वैश्वर्यवान् वर्तते सः ईश्वरः इति यः ईष्टे सः ईश्वर अन्यत् वाक्यमपि अस्ति कोशे धनानाम् ईशते यज्ञाः इति यज्ञाः धनानाम् ईशते ईशते ईशते इति बहुवचने यज्ञाः बहुवचने उत्तमम् किमपि अहं कृतवती यत् रिक्तप्रत्ययः तादृशरूपाणि द्रष्टव्यं किं तत्सर्वं नास्ति खलु केवलं सम्भाषणस्य किमस्ति अग्रे गच्छेम अस्तु भगिनि अत्र शकारान्तः द्विष् धातुः परस्मैपदी अप्रीतौ इति अस्ति भगिनी अत्र कान्तप्रत्यय तत् तदेव तत् कुर्वाणी इति वदतु न वक्तुं न त्वं किं भगिनि कान्तप्रत्यय वक्तव्यं किं मया अहं वदामि किं न एतद् नै न पूर्व पक्षे अत्र अत्र वक्तुं न कुर्मः इति उक्तवन्तः किन्तु अन्यजनः कृतवन्तः अन्यजनः न कृतवन्तः चेत् अग्रे गच्छेमः नो चेत् वक्तुमिच्छन्ति अधुना कृतवन्तः चेत् वयं परिशीलयितुम् इच्छन्ति चेत् अधुना परिशीलयामः भवती कृतवती किं भवत्याः सर्वं किं भगिनि कान्तप्रत्यय ईष्ट भवति अस्तु ईष्ट त्वान्तप्रत्ययः आम् ईरितः इति क्षम्यतां तत् आम् क्षम्यताम् ईषित इति ईषित इति इकारः इडागमः भवति किमस्ति हार्दधातुकः इड् वलादेः इति सूत्रेण अनन्तरं नेङ् वशीकृति इत्यपि अस्ति किन्तु वशी नास्ति इति कृत्वा तकारः तस्य तु इडागमः भवति तव तु त्वा अपि च इत्तरूपं सर्वत्र इडागमः ईषित्वा ईषितवान् ईषितः ईषितुम् अनन्तरं तृच् अपि तथा एव ईषितृ तव्यतपि ईषितव्य धृति अपि ईशिष्यते इति तत्र शकारस्य भोजनं शकारं भवति लृटि भवति ईशिष्यते इकारः पूर्वम् आयाति इति कृत्वा तत्र इण्को वर्णः इति कृत्वा लृटि ईशिष्यते तत्र इति प्रत्ययस्य शकारः भवति ईषणम् इति ल्युडन्तं वा भगिनि ईषणम् ईषणम् इति आं भगिनि ईषण अनन्तरम् ईषकः इति मुल् ईषिता इति तृच् ल्युटन्तं यत् उक्तवती तत्र ईश तत्र नत्वं भवति वा तत्र शकारस्य मूर्धन्यशकारः न भवति व्रश्च व्रश्च सूत्रेण ल्युट् तत्र प्रत्ययः खलु भगिनि अन इति प्रत्ययः युवयोर् अनकौ इत्यनेन अन इति प्रत्ययः अतः वर्णमेलनम् अजादि प्रत्ययः. अनन्तरं लिच् अस्ति ईषयति इति कर्मणि रूपम् अस्ति ईष्यते. अनन्तरं कर्मणि शानच् भवति ईष्यमान. शत्रुरूपं भवति अस्य शत्रुरूपं भवति ईशान. शत्रुरूपं न भवति यतो हि आत्मनेपदी अस्ति किल. क्षम्यतां शानच् रूपं भवति ईशान. ईशान वा केवलम् आन इति मेलनम् ईश प्लस् आन ईशान. हा ईशान इति तत्र स्थलमपि अस्ति किल नवगृहे यत् दिशां वदामः ईशानी इति. ऐश्वर्यं ददाति इति प्रायः ईशानीरूपं. अपि च अजादिः अस्ति इति कृत्वा यङ्ग्लुक् रूपं न भवति. ओ एवं चिन्तयतु अहं न दृष्टवती यङ्ग्लुक् अस्य वर्गस्य सत्यं तत्र यङ्ग्लुक् न भवति इति. अपि च निजन्तं रूपं किम् उक्तवती भगिनि? ईषयति इति. परन्तु तत्र नकारः अस्ति इति कृत्वा तत्र अचोयनिति किमर्थं नकारः? अचोनिति इत्यस्य कार्यं तु यदि एतत्तु हलन्तदातुः अस्ति खलु. अचोनिति इत्यस्य कार्यम् अधुना अदादिगणे हलन्तदातवः पश्येम तर्हि सूत्रस्य प्रसक्तिः नास्ति. केवलं सुगन्धलघुपदस्य यत्र भवति तत्र गन्तलघुपस्य किन्तु लघु इक् नास्ति. लघु इक् नास्ति. ईषयति इत्येव आगच्छति. अपि च एक्तिन् रूपं किं भवति? किं रूपं भगिनि? एक्तिन् रूपं किं न यथा गतिः श्रुतिः कृतिः किं रूपं न अहं न कृतवती किन्तु प्लस् तिन् इत्युक्ते ति एव आगच्छति. न तत्रापि इडागमः भवति किल तकारः अस्ति इति कृत्वा ईषति इडागमः भवति वा तत्र तकारः तकारः अस्ति बलि अस्ति कृत्वा बलि अस्ति किन्तु वशी नास्ति इति कृत्वा निश्चयेन एदागमः भवति इति मन्ये. अन्यभिन्नं विशिष्टसूत्रमस्ति वा न जानाति सत्यं ईषितिः. उत्तमं भगिनि. लेप् मध्ये किम् उक्तमस्ति? निरीश क्षम्यतां निरीश्य इति यथा ऐश्वर्यं नास्ति निरीश्य निरीश्य. कुचेलः पूर्वं निरीश्य आसीत् अनुग्रहेण सः निरीश्य इति न निरीश्य इति नास्ति. पूर्वं निरीश्य इति ल्यप् प्रत्ययः अस्ति खलु. निरीश्य किम् अस्ति दारिद्र्येण निरीश्य अनन्तरं भगवतः अनुग्रहेण कालः निरीश्य किं निरीश्य वदामि. कालः कुचेलं निरीश्य प्रथमपूर्वं निरीश्य अनन्तरं ईषित्वा अनुगृहीतवान्. यौवने निरीश्य अनन्तरं कृष्णस्य अनुग्रहप्राप्तेः अनन्तरं ईषित्वा अनुगृहीतवान् वयम् अनुगृहीतवान् इति कालः. अग्रे पठामि. शकारान्तः द्विष द्विष् धातुः परस्मैपदि अप्रीतौ इति भवति अर्थे. अङ्गकार्यमस्ति हलादि पित्सु उपधायां लघु इक्वर्णः अतः गुणकार्यं द्विष्योगः ति उगन्तलघुपदस्य अनेन द्वेष्योगः ति तदनन्तरं सन्धिकार्यं भूत्वा द्वेष्टि इति भवति. अजादिपित्सु उपधायां लघु इकः गुणः पुनः द्विष्योगः आनि उगन्तलघुपदस्य अनेन द्वेष्योगः आनि इदानीं रषाभ्यां नोणः समानपदे इत्यनेन णत्वं भवति अतः द्वेषाणि इति रूपं. हलाद्यपित्सु किङिति च इति गुणनिषेधः भवति अपित् अस्ति इति कृत्वा द्विष्योगः तः अत्र केवलं सन्धिकार्यं भवति द्विष्टः इत्येव रूपम् आयाति. अजाद्यपित्सु अपि किङिति च इति गुणनिषेधः द्विष्योगः अन्ति अन्ति अपित् अस्ति इति कृत्वा केवलं वर्णमेलनं द्विषन्ति इति रूपम् आयाति. सन्धिकार्यमस्ति शकारान्तधातोः शकारात् तादि धादि प्रत्ययानां ष्टुत्वं ष्टुनाष्टुः इति सूत्रेण तवर्गीयस्य तवर्गीय योजनेन तत्र ष्टुत्वं भवति इति. अत्र अस्माकं कृते तादि धादि प्रत्ययाः अतः अत्र ष्टुत्वं भवति ष्टुनाष्टुः सूत्रेण. सकारे परे शकारस्य ककारादेशः षडोः कहसि इति सूत्रेण जशि जष्त्वं जष्त्वं झलां जश्चषि इति सूत्रेण. तर्हि द्विष्योगः ति इति स्वीकुर्मः ति तिप् अस्ति प्रेपित् अस्ति इति कृत्वा तत्र गुणः भवति पुगन्तलघुपदस्य अतः द्वेष्योगः ति इति भवति. इदानीं षकारः तकारः योजनेन अत्र ष्टुत्वसन्धिः भवति ष्टुनाष्टुः अनेन द्वेष्टि इति रूपम् आयाति. मध्यमपुरुषे एकवचने द्विष्योगः सि अत्रापि पित् अस्ति इति कृत्वा गुणः भवति पुगन्तलघुपदस्य अनेन द्वेष्योगः सि. इदानीं षकारस्य परे सकारः अस्ति अतः षडोः कः सि इति सूत्रेण सि परे षकारस्य ककारादेशः भवति अतः द्वेक् योगः सि. इदानीम् आदेशप्रत्ययोः ककारः इन्को वर्णः अस्ति इति कृत्वा मूर्धन्यषकारः आगच्छति अतः द्वेक् योगः षि वर्णमेलने द्वेक्षि इति रूपं. द्विष्योगः हि हुजल्प्यो हेर्भिः द्विष्योगः हि स्थाने धि आयाति अतः द्विष्योगः धि. इदानीं पुनः ष्टुत्वसन्धिः भवति द्विष्योगः धकारस्य स्थाने ढकारादेशः द्विष्योगः धि. जलां जष्टषि इति जष्वकार्यं भूत्वा षकारस्य स्थाने तालव्यढकारः द्विड्योगः डि द्विड्ढि इति रूपं भवति. लङ्गि परन्तु विशिष्टसूत्रमस्ति द्विषश्च. द्विष्धातुतः लङ्गादेशस्य झी स्थाने जुस् आदेशः शाकटायानस्य मते. द्विषः पञ्चम्यन्तं च अप्ययं द्विपदमिदं सूत्रं झेर्जुस् लङ्गः शाकटायानस्यैव इत्यनयोः पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति द्विषः च लङ्गः झेः जुस् शाकटायानस्य एव. तर्हि शाकटायनस्य मतेन इति उक्तम् अतः अत्र रूपद्वयम् आगच्छति. विकल्पेन झी स्थाने दुसादेशः भवति अतः अद्विष् अकारः पूर्वम् आयाति लुङ्लङ् लृङ्क्ष्वडिदातः अतः अद्विष् इति अङ्गम्. अद्विष्योगः झी स्थाने इदानीं झुस् भूत्वा अद्विष्योगः झुस् तदनन्तरम् अद्विषुः इति रूपम् आयाति. परन्तु अन्यत् रूपं भवति अन्येषां मते अन् इत्येव भवति अतः अद्विष्योगः अन् अद्विषन् इत्येव रूपं भवति. क्षम्यतां भगिनि, कुत्र सूत्रे दत्तम् अस्ति विकल्पेन अस्ति अत्र? हा, यदा कदापि अन्यत् अन्यवैयाकरणेन मतम् इति वदामः भगिनि तदा साधारणतया यत् पाणिनेः भवति तदपि भवति अपि च शाकटायनस्य इति स्वीकार्यं भवति. अस्तु, अहम् अन्यतरसां वा इति दत्तमस्ति तदापि भवति अपि च अन्यवैयाकरणस्य नाम अस्ति चेत् तत् तेषां मतेन. अस्तु, धन्यवादः भगिनि. लट् रूपम् अस्तु. द्विष् इति अङ्गमस्ति इदानीं द्विष् धातुः ति इति प्रत्ययः प्रस्मैप्रदी प्रत्ययः तत्र ति इति पित् अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति. उपधायामपि लघु इक् वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रेण द्वेष्योगहति द्वेष्योगहति. अनन्तरं षकारः तकारः अतः ष्टुनाष्टुः इत्यस्य अपि प्रसक्तिः द्वेष्टि इति रूपं. द्विष्योगः तः, तः तु अपित् प्रत्ययः अतः तत्र गुणः न भवति. ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः द्विष्टः. द्विष्योगः अन्ति, अजादि अपित् प्रत्ययः द्विषन्ति इति वर्णमेलनमेव. द्विष्योगः सि, सि अपि पित् प्रत्ययः, अत्रापि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः. उपधायां लघु इक् वर्णः अस्ति. द्वेष्योगः सि. इदानीं षडोः कः सि इति सूत्रस्य प्रसक्तिः. सि परे अस्ति, षकारान्तधातुः अस्ति, षकारस्य स्थाने ककारादेशः. द्वेक्योगः सि. ककारः तु इण्कोः आदेशप्रत्ययोः इति तस्य प्रसक्तिः. आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने षत्वं भवति, अतः द्वेक्षि इति रूपं. द्विष्योगः तः अपित् प्रत्ययः, ष्टुनाष्टुः इत्यस्य कार्यं. द्विष्योगः टकारः, महाप्राण टकारः. द्विष्टः द्विष्ट समानकार्यमेव. मी अपि पित् प्रत्ययः, पुगन्तलघुपदस्य च इति सूत्रेण उपधायां लघु इक् वर्णः इति कृत्वा द्वेष्योगः मि द्वेष्मि. अनन्तरं द्विष्योगः वः मः, जलि नास्ति, किमपि अन्यकार्यं नास्ति तत्र. अपित् प्रत्ययः अपि, अतः द्विष्वः द्विष्मः. पुष्पा भगिनी अग्रिमं क्षम्यतां, सरला भगिनी करोतु. सरला भगिनी, द्विश्योग तु, तु इति पित् हलादि पित् अस्ति, सन्धि अङ्गकार्यं भवति पुगन्तलघुपदस्य इत्यनेन. द्वेष्योग तु भवति, तदनन्तरं स्नाष्टुः द्वेष्टु इति भवति. तात् इति द्विष्योग, तात् अपित् अस्ति, तङ्ति इति सूत्रेण गुणकार्यं बाधितं भवति, बाधितम् अस्ति. अत्र द्विष्योगतात् श्नाष्टुः द्विष्टात् इति भवति. तथैव द्विष्टां द्विषन्तु भवति, केवलं वर्णमिलनं. द्विष्योग हि अत्र हुल् छल्भ्यो हेधि हकारस्थाने धकार आगच्छति. द्विष्योगधि, तदनन्तरं श्नाष्टुः, तत्र धकारस्य ढकार भवति. झलाञ्चषि इति सूत्रेण षकारस्य ढकार भवति. द्विढि इति भवति. तात् पुनः द्विष्टात् इति भवति. द्विष्टं द्विष्ट द्विष्योग आनि यत् पित् अस्ति, अजादि पित्, पुगन्तलघुपदस्य गुणकार्यं भवति. द्वेष आनि, यत्र आनि इति रक्तं भवति, यत् कुप्वाङ् इति सूत्रेण द्वेषाणि भवति. तथैव द्वेषाव द्वेषाम इति भवति. साधु. क्षम्यतां, धन्यवादः सरला भगिनी. किल भगिनि, अहं करोमि. लङ्घिन लङ्घिन लङ्घि लङ्घि आं भगिनि. अत्र लङ्घि अकारः आयाति, अडागमः अद्विष् अद्विष् इति आगच्छति, तकारः तत्तु तिष्ठ अस्ति, तिष्ठ इत्यनेन कोऽपि न करोति अद्विष्ट इति तकारस्य लोपः भवति भगिनि अत्र न उद्वदति अत्र तु अद्विष्टकारस्य लोपः भवति खलु अप्रस्त सञ्ज्ञक प्रत्ययः इति कृत्वा हल्याभ्यो दीर्घत्व इति पृक्तं हल्युतिनेन लोपः भवति. अनन्तरं किमस्ति, अनन्तरम् अद्विष्य इति अस्ति अनन्तरम् अधुना किमस्ति इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणं तु तिष्ठति इति कृत्वा अत्र अद्वेष इति भवति गुणकार्यं कृत्वा उगन्तलघुगतस्य च अद्वेषति. अधुना पदम् अभवत्, अनन्तरं किं भवति जलां दशोन्ते इत्यनेन अद्वेड् इति शकारस्य चकारः अनन्तरं वावस्थाने इत्यनेन अद्वेट् इति तु ताम् अस्ति न आताम् न तं शताम् इति अद्विष् ताम् अद्विषताम् अद्विष्टाम् इति अस्ति अधिष्ठा शृणाष्टुः इत्यनेन तकारः भवति अन्तु अद्विष्टान् अद्विषन् इति अद्विषन् अत्र अत्र अत्र द्विषस्य इति सूत्रेण किं भवति विकल्पेन शकटायस्य शाकटायनस्य मथेन दुस्सागमः भवति खलु ओषुः उहु इति अद्विषुः अद्विषुः अद्विषन् इति रूपद्वयम् अनन्तर सकारः अत्र सकारः मत्तु लोपः भवति अद्विष् एव तिष्ठति अत्र पित् अस्ति अद्वेष् अद्वेष् अद्वेष् अनन्तरं अनन्तरं वावसाने तिनेन अद्वेट् अद्वेट् अद्वेट् वावसाने तिनेन जलां जश्यन्ति डकारं प्राप्नोति जलां जश्यन्ति तिनेन अनन्तरं वावसाने तिनेन टकारः अद्वेट् इति अद्वेट् अद्वेट् तं तु अद्वेष्टं चुनाष्टु इत्यनेन अद्वेष्टा अं तु पित् अस्ति अजादि पित् अस्ति अत्र ओ अद्विष्टं हा अद्विष्टं न न तु अद्वेष्टम् अद्विष्टम् अद्विष्टम् अद्विष्ट सम्यक् वक्तुं न सम्यक् एव उक्तवती अहं तु पित् अस्ति अद्वेषम् अद्वेषम् अद्वेष्व अद्वेष्म अद्विष्व अद्विष्म वकारः मकारः अत्र किमस्ति अपित् सन्ति खलु अद्विष्व गुणकार्यं नास्ति अस्तु विधिलिङ्गकारः करोमि विधिलिङ्ग् प्रायः हिमभगिनी न उक्तवती खलु हिमभगिनी न उक्तवती न न कस्य खलु क्षम्यतां हिमभगिन्यः एव अहं किञ्चित् रामप्रियभगिनी उक्तवती किम् किं पुनः हेमभगिनी एव विधिलिङ्ग् इति क्षम्यतां भगिनि अस्तु भगिनि अत्र परस्मैपदी अस्ति सर्वे प्रत्ययः यकारात् आरभते आरभन्ते अतः अत्र केवलं मेलनमेव भवति द्विष्यात् द्विष्यातां द्विष्युः द्विष्याः द्विष्यातं द्विष्यात् द्विष्यां द्विष्याव द्विष्याम तथैव भवति कार्यं नास्ति इति अत्र उभयपदी अस्ति न ध्वनिपदि उभयपदी अस्ति आम् आम् मम प्रश्नः अस्ति लङ् लकारे अत् तत्र जेजुस् इति भवति वा दृश्य इति सूत्रं कार्यं करोति तत्र वा न आत्मनेपदे जि इति एव प्रत्ययः एव नास्ति खलु द्वे इति एव प्रत्ययः खलु जि स्थाने ओ जि स्थाने प्रथमं प्रथमपुरुषे बहुवचने एकनिमिष मूलप्रत्ययः ये सन्ति प्रत्ययः आत्मनेपदी इत्यस्य ते लङ्लकारे पृच्छति न न यत्किमपि मूलप्रत्ययः किं भवति आत्मनेपदे एकनिमिषम् अत्र मूलप्रत्ययः झ अस्ति जि एव जि एव नास्ति खलु जि इति प्रत्ययः नास्ति खलु आत्मनेपदे अस्मात् आत्मनेपदेः जि इति साक्षात् प्रत्ययः नास्ति इति कृत्वा सूत्रस्य कार्यम् अस्तु तर्हि तत्र झकारस्य स्थाने किं भवति तत्र झकारस्य स्थाने एव वयं किम् अस्ति अत्र न न रूपं भवति खलु अत्र तु किमस्ति तन्तं तामः इति किमपि सूत्रमस्ति खलु किं किमस्ति अत्र तु तत् प्रथमपुरुष बहुवचने न आगच्छति किल मध्यम द्विवचने एव आगच्छति तस्तत् समीपां तान्तं तामः तामः इति प्रथमपुरुषस्य पृच्छति किम् आगच्छति चेत् तत्र जस्थाने द्वन्द्वः इत्यनेन अन्तादेशः भवति प्रथमं किन्तु अन्तादेशः किन्तु अत्र किमस्ति अत्र हलन्तधातुः अस्ति अजन्तं नास्ति इति कृत्वा नकारः न भवति सूत्रं लट्लकारे वा प्रथमम् अन्त् इति आयाति किन्तु अन्यत् सूत्रम् अत्र अतो एयः इति किमपि सूत्रमस्ति खलु अतो एयः इति आसीत् अहं चिन्तितवती लट्लकारे इत्युक्ते टित आत्मने पदानां तेरे इति आगच्छति लङ्लकारे अहमपि विस्मृतवती तत्र अजन्त अदन्तम् अङ्गम् अनन्तरम् अनदन्तम् अङ्गम् इति द्वयम् अस्ति अदन्तम् अङ्गं चेत् अन्त इति आयाति अनदन्तम् अङ्गं चेत् अत्र वदामि अतो एयः इति एव भगिनि खलु न न तत्तु यासु भवति एकं धातुं स्वीकृत्य वदामः चेत् तदानीं प्रायः स्मरणे आयाति अदन्तधातुः वन्दिति स्वीकुर्मः चेत् तत्र तु वन्दते वन्देते वन् अवन्दत अवन्दताम् अवन्दन्त तर्हि अन्त इति आगच्छति जस्थाने अन्त इकारः नास्ति इति कृत्वा परन्तु यदि अनदन्तम् अङ्गं अनदन्तं धातुं स्वीकुर्मः तर्हि चिनु इति स्वीकुर्मः चेत् तत्र अचिनुत अचिनुताम् इति नास्ति खलु अत्र अधप्य एतत् विद्यते नास्ति लङ्गि तु भेदः एव नास्ति किल अदन्तम् अनदन्तं तत्र अतोङितः इत्यस्य प्रसक्तिः नास्ति इत्येव अहं लिखितवती. लङ्गि अदन्तम् अनदन्तं मध्ये आत्मनेपदे अतोङितः इत्यस्य प्रसक्तिः नास्ति बहुवचने, मध्यमपुरुष बहुवचने अत, परन्तु भेदः नास्ति अदन्तम् अनदन्तं मध्ये. इदानीम् अत इति कथम् आगच्छति इति प्रश्नः वा? एकनिमिषम् अहं दृष्ट्वा वदामि. करपत्रमपि अधुनैव उद्घाटयामः. अस्तु, लट् प्राप्तं, लङ् अस्तु. उ इति आगच्छति वा? त इत्यस्य किमपि कार्यं नास्ति. आताम् इत्यस्य अत इति भवति. अपरेषु गणेषु आत्मनेपदेषु अनतः इति सूत्रेण अत इति सूत्रेण अत आगमः. अत अत अत आगमः प्लस् अन् स्थाने तर्हि अत् प्लस् अत इति. अस्तु उत्तमम् अस्ति भगिनि. तर्हि इदानीं कुत्र स्मः? अत्र रूपाणि रूपाणि वक्तव्यं खलु. अत्र उभयपदी इति उक्तवन्तः, उभयपदी. तर्हि कुत्रापि भेदः भवति वा? पुष्पभगिनी वदति किल लट्लकाररूप. आं भगिनि, अत्र समयः अतीतः खलु. इतोपि एकं एकः धातुः अस्ति खलु, चक्षुषे इत्यपि अस्ति. तर्हि यत्र महोदय किं ह्यः कृतवान् तद् तदेव वयमपि कुर्मः किल. यत्र तर्हि शीघ्रं शीघ्रं शीघ्रं पञ्चनिमेषेषु कुर्मः. पुष्प भगिनि शीघ्रं करोतु शीघ्रम्. ते द्विश् द्वे तत् ते नास्ति तत् द्विश् द्विष्टे इति दृष्टे द्विष्टे द्विष्टाते द्विष्ट द्विषाते द्विषाते द्विषाते द्विषाते द्विषते तत्तु एकनिमिष भगिनि. एकनिमिष एकनिमिष सेतु से द्वे आयाति न से द्वे न न न तत्तु किम् अस्ति अत्र नास्ति न ईडर्जनोर्द्वे इति एव अस्ति खलु. ईडार्गम तत् अस्ति न अत्र नास्ति अत्र नास्ति केवलं षडोः कः अस्ति इत्यनेन ककारः आयाति षकारस्य स्थाने. अनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य षकारः भूत्वा आदेशप्रत्ययोः देक्षि किमर्थं द्वे गुणकार्यं न भवति खलु. द्विक्षि दुक्षे दुक्षे दिक्षा द्विषाते द्विषद्वे द्विष् प्लस् द्वे किं भवति द्विषि द्विषि द्वे न द्विष् तत्र जलां दश दशि इत्यनेन दकारः भवति द्वे इति अनन्तरम् अष्टुनष्टुः इत्यनेन डकारस्य डकारः भूत्वा द्विद्वे इति उत्तमं भगिनि धन्यवादः भगिनि हेमा भगिनी करोति किं द्विषयोगः ताम् अस्ति अत्र स्तुत्वसन्धिः भूत्वा द्विष्टाम् इति आगच्छति द्विवचने कोऽपि कार्यं किमपि कार्यं नास्ति मेलनं भूत्वा द्विषातां द्विषताम् इति भवति मध्यमपुरुषे स्व इति अस्ति न स्व स्व इति अस्ति द्विष्योगः स्व इदानीं सकारः परे अस्ति इति कृत्वा षडोः कः स्वीकृत्वा षकारस्य ककारः तदनन्तरम् आदेशप्रत्ययोः कृत्वा सकारस्य षकारः अतः द्विक्ष्व द्विक्ष्व द्विक्ष्व इति भवति तदनन्तरं द्विषाथाम् इति द्विष्योगः ध्वम् अत्र षकारस्य परे धकारः अस्ति श्रुत्वसन्धिः भूत्वा धकारस्य धकारः अतः द्विष्योगः ध्वम् तदनन्तरं जलाम्जश्च स्वीकृत्वा षकारस्य डकारः द्विध्वम् इति रूपं भवति तदनन्तरम् ऐ आवहै आमहे अत्र तु केवलं मेलनं भवति द्विषै द्विषावहै द्विषामहे प्रथमकार्यं करोति खलु अत्र द्वम् इत्यत्र स्तुनाष्टुः तदनन्तरं अनन्तरमेव तदेव भगिनी उक्तवती मम मनसि विपरीतक्रमः आसीत् अस्ति अग्रिमं तरला भगिनी करोति अस्तु लङ्लकारे प्रथम अडागमवति लङ् लङ् लङ् शुडात् इति सूत्रेण अद्विष्ट अद्विषाताम् अद्विषत अद्विष्ठा अद्विषाथाम् अद्विद्वम् साधु अद्विद्वम् अस्तु देन् अद्विषि अद्विष्वहि अद्विष्महि धन्यवादः तत्र तु विधिलिङ्गि सर्वे अजादि अपितः द्विषीत द्विषीयातां द्विषीरन् द्विषीताः द्विषीयातां द्विषीद्वं द्विषीय द्विषीवहि द्विषीमहि इति विधिलिङ्गम् अस्य धातोः किमपि वैशिष्ट्यमस्ति किं वाक्यम् अपि यः सर्वभूतानां कृते अद्वेष्टा अस्ति सः कृष्णं प्रियः भवति भगिनि उत्तमम् उत्तमम् अनन्तरं भगवद्गीतायाः श्लोकमस्ति 12.17 अस्ति यो न दृश्यति न द्वेष्टि न शोचति न काङ्क्षति सत्यं तत्र दृष्टि इति प्रथमपुरुषे एकवचने भवति अपि च अत्र एकं विशिष्टं कार्यं भवति भगिनि अत्र इत्युक्ते द्विष् इति अपि नेगेटिव् अर्थे एव भवति इत्युक्ते हेट्रेड् इति नास्ति अप्रीतौ इति अर्थं दत्तमस्ति इत्युक्ते अप्रीतौ इत्युक्ते प्रीतिः नास्ति तथैव स्वीकार्यं भवतु इति हेट्रेड् इति मास्तु तर्हि यदा क्रोधः कोपः तादृशम् आगच्छन्ति चेत् वयं चतुर्थीप्रयोगं कुर्मः परन्तु अत्र यदि तादृशम् अप्रीतौ इत्युक्ते यत्र मित्रं प्रति मित्रं प्रति नो चेत् बान्धवान् प्रति यदि वयं योजनं कुर्मः तत्र द्वितीयप्रयोगः भवति धन्यवादः वैरे इति अपि अर्थे अस्ति तर्हि तत्र तु चतुर्थी भवितुम् अर्हति तत्र हेट्रेड् भवति परन्तु यदि भार्या पतिं पतिं द्वेष्टि तत्र सम्बन्धे तु अस्माकं हेट्रेड् न भवति किल. तर्हि अत्र अप्रीतिः नास्ति किन्तु वैरिभावः अस्ति, तत्र चतुर्थी भवति किम्? तत्र प्रायः चतुर्थी भवति, यतोहि अत्र सूत्रमेकमस्ति द्विषो अमित्रे इति, द्विषः अमित्रे इति. किं सूत्रं किं वदति भगिनि? अमित्रः इत्युक्ते शत्रुः. यदि अमित् काशिकावृत्त्याम् अहं पठामि, अमित्रे कर्तरि द्विषेः धातोः शत्रुप्रत्ययो भवति, द्विषन् द्विषन्तौ द्विषन्तः इति. तर्हि तत्र द्वेषः अस्ति, परन्तु अमित्रे इति किं? द्वेष्टि भार्या पतिम्. तत्र हेट्रेड् न भवति. तर्हि अमित्रे भवति इत्युक्ते तत्र पतये इति चतुर्थी न भवति, पतिम् इति दत्तम् इति मन्ये. रिपरे द्वेष्टि इति तत्र अत्र प्रायः अत्र तवत् प्रत्ययः अनित् अस्ति इति कृत्वा इडागमः कुत्रचित् अपि न भवति. दृष्टवान् दृष्टः इति रूपं तवत् प्रत्ययः खलु. अनन्तरं तुमुन् अस्ति द्वेष्टुम् इति. अत्र कित् नास्ति इति कृत्वा अत्र कित् नास्ति इति चेत् पुगन्तलघुगतस्य चैतन्येन गुणकार्यं भवति. प्रत्ययः कित् अस्ति कृत्वा मिति चेत् गुणकार्यं न भवति. अत्र तु मिति नास्ति खलु, द्वेष्टा इति. अनन्तरं ल्युट् अपि द्वेषण इति अत्रापि द्वेषणं द्वेषणम्. अनन्तरं नत्वं भवति नुल् द्वेषकः द्वेषकः. अस्तु. अनन्तरं तव्यत् अस्ति द्वेष्टव्य द्वेषणीय नत्वं द्वेषितव्य. किमर्थम् इडागम नास्ति खलु, अणित् अस्ति द्वेष्टव्य द्वेषणीय. सत्यं सत्यं, द्वेष्टव्य द्वेषणीय द्वेषणीय. अनन्तरं कर्मणि प्रयोगे द्विष्यते इति रूपं द्विष्यते. वृत्ति अस्ति द्विक्ष्यति द्वेक्ष्यते, द्वेक्ष्यते इति रूपद्वयं भवति. परस्य पर्यापने द्वेक्ष्यति इति, अन्यत् द्विष्यति द्वेष्यते. क्षम्यतां, द्वेष्यति द्वेष्यते इति वा क्ष आगच्छति किल भगिनि तत्र? प्रथमं किम् इत्युक्ते तदेव भगिनि, यत्र इच्छ षकारस्य षडोः कः अस्ति इत्यनेन ककारादेशः, अनन्तरम् आदेशप्रत्ययोः इत्यनेन इष्य इत्यस्य षट्त्वं भूत्वा इक्ष्य इति भवति, द्वेक्ष्यति द्वेक्ष्यति इति रूपद्वये. अपि च निजन्तम् अनन्तरं दृष्टवान् दृष्टः. अनन्तरं तवत्वा अस्ति दृष्टा कुत्र? दृष्ट्वा. अनन्तरं ल्यप् अस्ति विद्दिश्य इति उपसर्गम्. उपसर्गं न जानामि, विद्विष्य अहं किमपि उपसर्गं स्वीकृत्य कृते लिखामि. परन्तु किमपि वयं स्थातुं न शक्नुमः किल भगिनि तत्र? सामान्य वि इत्यत्र भवति सामान्यतया, वि मिर् सर्वं भवितुम् अर्हति खलु, आ अपि सामान्यतया भवति. ल्यप् प्रयोगमेव न करोमि. निजन्तरूपं द्वेषयति इति, द्वेषयति किल. शत्रुरूपमस्ति द्विषत् द्विषन् इति, द्विषन् द्विषाण द्विषाण इति शत्रुषाण रूपद्वयं भवति. अनन्तरं कर्मणि शानचति, कर्मणि शानचति दृश्यमान. मान इति नकारः एव खलु, न त्वं न भवति. किमर्थं तत्र शकारस्य परे यकारः, सर्वे यकारः मकारः सर्वे प्रतिबाध बाधकान् न करोति किल, न बाधते. बहु सम्यक्. यङ्ग्लुक् अहं न चिन्तितवती, अनन्तरं पश्यामि. तदर्थं समयः नास्ति, अग्रिमदातुः अत्र रामप्रियभगिनी वदति. अत्र नत्वविषये अस्ति, तत् पठामः वा भगिनि? अस्तु अस्तु भगिनि, अहं पठतु. नत्वविषये द्विष्योगः आनी, द्वेष्योगः आनी, द्वेषाणि इति रूपे अट्कुप् वाङ्नुं व्यवायेपि इत्यनेन नत्वं भवति. अत्र प्रश्नः उदेति यत् द्विष्योगः अन्ति इति स्थितौ अपि नत्वस्य निमित्तम् अस्ति अत्र, तर्हि अत्र का गतिः? नत्वं भवति, न भवति अथवा वैकल्पिकम्? तत्र प्रश्नः इदानीम् अस्ति, यदा द्विष्योगः आणि इति स्थितौ द्वेषाणि इति रूपे नत्वं भवति, परन्तु यदा द्विष्योगः अन्ति तत्र तु नत्वं न भवति, किमर्थम् इति. कृ धातोः अपि एवं प्रश्नः, कृयोगः उयोगः अन्ति, कुरु योगः अन्ति, रेपनिमित्तात् नत्वं भवेत् वा इति प्रश्नः. द्विष् धातोः यदा शकारनिमित्तत्वं तदा कृ धातोः अपि रेपनिमित्तत्वात् नत्वं स्यात्. अत्र यदा वयं कृ धातुः स्वीकुर्मः चेत् तत्रापि कुरु योगः अन्ति, तस्य तत्रापि नत्वस्य निमित्तं रेपः तु अस्ति. नत्वं भवति वा न भवति वा इति तत्र प्रश्नः. यदा द्विष् इत्यस्य शकारनिमित्तं कुरु इत्यस्य रेपनिमित्तं नत्वं भवति वा न वा इति प्रश्नः. तर्हि द्विष्योगः अन्ति इति स्थितिं परिशीलयाम. अत्र शकारः निमित्तभूतः, अग्रे स्थितस्य नकारस्य नत्वं प्राप्येत अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण, परन्तु अत्र युगपत् सूत्रद्वयम् आयाति कार्यं कर्तुं, नश्चापदान्तस्य जलि अट्कुप् वाङ्नुं व्यवायेपि च. नश्चापदान्तस्य जलि इत्यनेन नस्य मस्य च अपदान्तस्य जलि अनुस्वारः भवति. द्विषन्ति इत्यस्मिन् नकारः पदान्ते नास्ति, अतः नश्चापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः प्राप्यते, अपि च अट्कुप् वाङ्नुं व्यवायेपि इत्यनेन तेन एव नकारेण नकारः अपि प्राप्यते. नश्चापदान्तस्य जलि इत्यनेन अनुस्वारे प्राप्ते, अट्कुप् वाङ्नुं व्यवायेपि इत्यनेन नकारे प्राप्ते, अत्र कः विधेयः? अस्यां स्थितौ पूर्वत्र सिद्धम् इत्यनेन नत्वे प्राप्ते असिद्धत्वात् अनुस्वारस्य प्रवृत्तिः भवति. त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धं, नश्चापदान्तस्य जलि इति पूर्वशास्त्रम्, अट्कुप् वाङ्नुं व्यवायेपि इति परशास्त्रम्. अनेन नत्वशास्त्रस्य असिद्धत्वात् अनुस्वारस्य एव अवकाशः. तदा अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति. पूर्वत्र सिद्धम् इति प्रसङ्गे इतोपि सूचनार्थम् अयं पाठः दृश्यताम्. अत्र यदा स्थितिः अस्ति द्विष्योगः अन्ति, तत्र शकारः निमित्तम् अस्ति, नत्वं भवति वा न भवति वा इति प्रश्नः. तत्र अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण एव नकारस्य नकारः भवेत् भवति स्म, परन्तु तत्र तु एकस्मिन् समये एव सूत्रद्वयम् आगच्छति कार्यं कर्तुम्. इत्युक्ते द्विष्योगः अन्ति इति स्थितौ अपदान्तनकारः इति कृत्वा तत्र नश्चापदान्तस्य जलि इत्यस्य अपि प्रसक्तिः, जलि परे अस्ति, नकारः अस्ति, अनन्तरम् अपदान्तः अस्ति इति कृत्वा. अट्कुप्वाङ्नु व्यवायेऽपि इति सूत्रं तु नत्वविधायकसूत्रं, षकारः निमित्तम् अस्ति इति कृत्वा युगपत् आगच्छति. नश्चापदान्तस्य जलि तु 8324 इत्यनेन तत्तु पूर्वसूत्रम् अस्ति. अट्कुप्वाङ्नुं व्यवायेऽपि 8-4 मध्ये अस्ति, त्रिपाद्याम् अस्ति सूत्रद्वयमपि, अतः तत्र तु पूर्वत्र सिद्धम् इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा नश्चापदान्तस्य जलि इति पूर्वसूत्रं तस्य कार्यं प्रथमं भवति. यदा पूर्वत्र सिद्धम् इत्यनेन अट्कुप्वाङ्नुं क्षम्यतां नश्चापदान्तस्य जलि इत्यस्य कार्यं प्रथमं भवति चेत् अनुस्वारादेशः भवति. यदा तस्य अनुस्वारादेशः भवति चेत् अनन्तरम् अनुस्वारस्य ऐ परसवर्णः इत्यस्य एव कार्यं भवति. तत्र तु स अनुस्वारस्य स्थाने पुनः नकारः आगच्छति. तत्र यद् त्रिपाद्यं पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् इति कृत्वा अट्कुप्वाङ्नुं व्यवायेऽपि इदानीम् असिद्धम् अस्ति. नश्चापदान्तस्य जलि इत्यस्य एव कार्यं भवति इति दत्तमस्ति. अतः द्विष्योगः अन्ति नश्चापदान्तस्य जलि अनुस्वारादेशः, अनन्तरम् अनुस्वारस्य ऐ परसवर्णः द्विषन्ति इति रूपं, पुनः नकारः आगच्छति. अधुना यः नकार आयातः स च नूतनः भिन्नसूत्रेण विहितश्च, अतः अट्कुप्वाङ्नुं व्यवायेऽपि अत्र पुनः नत्वं कर्तुम् उद्युक्तं स्यात्. परन्तु अत्र नत्वे कर्तव्ये अट्कुप्वाङ्नुं व्यवायेऽपि इति सूत्रस्य दृष्टौ अनुस्वारस्य ऐ परसवर्णः इत्यस्य कार्यम् असिद्धम्, पूर्वत्र असिद्धम् इति सूत्रेण. अट्कुप्वाङ्नुं व्यवायेऽपि इति सूत्रस्य दृष्टौ नकारः नास्ति एव, अपि तु अनुस्वारः तदानीं वर्तते, अनुस्वारे सति नत्वप्रसक्तिः नास्ति. अत्र तु वयं प्रथमवारं दृष्टवन्तः शास्त्र असिद्धम् इति, त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् इति दृष्टवन्तः. इदानीं स्थितिः किम् अस्ति इत्युक्ते, यदा पुनः वयं नकारः आनीतवन्तः अनुस्वारस्य ऐ परसवर्णः इति सूत्रेण, पुनः अट्कुप्वाङ्नुं व्यवायेऽपि इति सूत्रस्य प्रसक्तिः अस्ति वा न वा इति प्रश्नः. परन्तु इदानीम् अट्कुप्वाङ्नुम् इति सूत्रस्य दृष्ट्या तु अनुस्वारः एव अस्ति. तत्तु यद् अनुस्वारस्य ऐ परसवर्णः इति सूत्रेण यद् नकारः आनीतवन्तः तत्तु न पश्यति, तस्य कार्यं न पश्यति. किमर्थम् इत्युक्ते अट्कुप्वाङ्नुम् इति इदानीं पूर्वसूत्रम् 842, अनुस्वारस्य ऐ परसवर्णः इति परसूत्रम् 8448 इति, अतः तस्य कार्यं न पश्यति. इदानीं कार्य असिद्धं, प्रथमवारं वयं शास्त्र असिद्धं दृष्टवन्तः, इदानीं कार्य असिद्धम् इत्युक्ते अट्कुप्वाङ्नुं व्यवायेऽपि अनुस्वारस्य ऐ परसवर्णः इत्यस्य कार्यमेव न पश्यति. तस्य दृष्ट्या तु नश्चापदान्तस्य जलि इति सूत्रेण यद् अनुस्वारः आनीतवन्तः तदेव अत्र अस्ति इति कृत्वा नत्वस्य प्रसक्तिः इदानीं नास्ति. द्विष्योगः अन्ति द्विषन्ति इति रूपं, कुरुयोगः अन्ति कुर्वन्ति इत्येव रूपं, नत्वं न भवति. सरला भगिनी पठति किम् अग्रिमे नूतनदातु चक्षिति दातु. आं भगिनि, शकारान्त चक्षिङ् चक्ष् धातु आत्मनिपदि व्यक्त्यायां वाचि अङ्गकार्यम्, उपधायां ककार लघु इकित्नः अतः अङ्गकार्यं नास्ति सन्धिकार्यम्. चक्ष् योगते स्को संयोग्याद्योरन्ते च, चष् योगते भवति नाष्टुः, चष् योगते चष्टे स्को संयोग्याद्योरन्ते च इति सूत्रस्य शकार संयोग अस्ति, ककार संयोगस्य पूर्वमस्ति, तकार झलि अस्ति, अतः तस्य प्रसक्ति भवति. चक्षुयोगात् से अत्र अपि सकार झलि अस्ति. इस्को संयोगे आद्योरन्ते च इति सूत्रेण ककारस्य लोप भवति. चक्षुयोगसे भवति षडोकः सि इत्यनेन षकारस्य स्थाने ककार आगच्छति. ककार इन्को प्रत्याहारे अस्ति आदेशप्रत्ययो इति सूत्रेण चक्योगसे चक्षे इति भवति. चक्ष्योगद्वे पुनः धकार झलि अस्ति. स्को संयोग आद्योरन्ते च इति सूत्रेण ककारस्य लोप भवति. चक्ष्योगद्वे नाष्टुः चक्ष्योग द्वे भवति. झलाञ्चि यक्षकारस्य स्थाने डकार आगच्छति. चद्वे इति भवति. अस्तु लति. रति आत्मनेपदी अस्ति. चक्ष्योगते अत्र तकारस्य स्को संयोगे आद्योरन्ते च इति सूत्रेण ककारस्य लोपः भवति. चष्टे इति भवति. तदनन्तरं चकारस्य नाष्टुः चष्टे इति भवति. तदनन्तरं चक्षाते इति चक्षते चक्षते इति भवति. से इति चक्ष्योगस्य स्को संयोगारन्ते च चक्ष्योगस्य भवति. तदनन्तरं शकारस्य स्थाने षडोकः सि सूत्रेण ककार आगच्छति. तद् आदेशप्रत्ययो इति सूत्रेण सकारस्य स्थाने मूर्धन्ये षकार आगच्छति. तत्र चक्षे इति भवति. तदनन्तरं चक्षाथे वर्णमेलनं. चक्षयोगद्वे पुनः ककारस्य संयोगाद्योरन्ते च इति सूत्रेण ककारस्य लोपः भवति. चक्षयोगद्वे नाष्टुः धकारस्य स्थाने ढकार आगच्छति. झलाञ्च चषि इति सूत्रेण षकारस्य स्थाने डकार आगच्छति. चद्वे भवति. चक्षे चक्ष्वहे चक्ष्महे वर्णमेलनं भवति. धन्यवादः भगिनि. पुष्प भगिनी लोट्लकरं वदति किल. आं भगिनि. तां तां तु अत्र क्षस्कोः संयोगाद् संयोगाद्यन्ते च इत्यनेन चष् योगः ताम् अत्र शृणाष्टुः इत्यनेन चकारः ताम् ठाम् इति चकारः सः चकारः एव तिष्ठति. चकारस्य लोपः भवति. तत्तु शृणाष्टुः इत्यनेन चष्टे चष्टाम् इति आगच्छति. चष्टां हा चक्षातां मेलनमेव चक्षातां चक्षतां. स्वातु स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः. चष्योगः स्वा षडोकः सि इत्यनेन षकारस्य परिवर्तनं. चक् योगः से स्वा चक् योगः स्वा तत्र आदेशप्रत्ययोः इत्यनेन चक् योगः श्वा चक्ष्वा इति. चक्षातां ध्वं तु स्कोः संयोगाद्योरन्ते च इत्यनेन षकारः आयाति. ध्वम् अस्ति तत्र चष् योगः द्वं शुष्टनाष्टु इत्यनेन द्वं जलां झष् झष् इत्यनेन छड् योगः द्वं छड्वम् अत्र आनि अस्ति वा ऐ अस्ति ऐ आवहे ऐ आवहयामहे तत्तु चक्षै मेलनम् एव अजादि अस्ति इत्यनेन चक्षै चक्षावहै चक्षामहे आं भगिनि अचक्ष् इति अङ्गं भवति अचक्ष्योगः तकारः अचक्ष्योगः तकारः अत्र हल्न्याप्युसुभिस्य पृष्टं हल् इति कृत्वा तकारस्य लोपः भवति तदनन्तरं भगिनि आत्मनेपदे अस्ति तकार अकार अस्ति अपृथक् आत्मनेपदी नास्ति किल धन्यवादः आत्मनेपदमिति तर्हि अचक्ष्योगः तकारः अचक्ष्योगः तकारः ककारस्य लोपः भवति स्कुः संयोगाद्योरन्ते च अचष्योगः तकारः इदानीं श्रुत्वसन्धिः तकारः तकारस्य स्थाने तकारः अचष्ट इति रूपं भवति तदनन्तरम् आताम् इति अस्ति अत्रापि ककारस्य लोपः अपि च श्रुत्वसन्धिः भूत्वा अचष्टाम् इति भवति भगिनि वर्णमेलनं भवति न केवलम् अचक्षाताम् कोऽपि कार्यं नास्ति अचक्षाताम् अचक्षतम् अचक्षत अचक्षत हा तदनन्तरम् अचक्ष्योगः थाः इति अस्ति अत्र ककारस्य लोपः अपि चष्टुत्वसन्धिः भूत्वा तकारस्य स्थाने ठकारादेशः अतः अचष्ठाः इति भवति तदनन्तरं मेलनं भवति अचक्षाथां ध्वं यत्र अस्ति तत्र ककारस्य लोपः स्कुः संयोगाद्योरन्ते च तदनन्तरं शुद्धसन्धिः भवति धकारस्य स्थाने धकारः तदनन्तरं जलां झष्झषि भूत्वा तालव्यडकारः अतः अचड् तदनन्तरं ई वहिमहि अत्र तु किमपि कार्यं नास्ति अचक्षि अचक्षावहि अचक्षामहि अचक्ष्वहि अचक्ष्महि सत्यम् अचक्ष्वहि अचक्ष्महि धन्यवादः तामपि भगिनी आं भगिनि चक्ष् इदानीं तु अजादि अपितः एव चक्षीत चक्षीयातां चक्षीरन् चक्षीताः चक्षीयातां चक्षीध्वं चक्षीय चक्षीवहि चक्षीमहि इति रूपं वाक्यं किमपि अर्थे अस्ति वा त्यागे इति चक्ष इति यदा अहं कोशे पश्यामि चेत् त्यागे इति अर्थे केवलं पश्यति इति अपि कुत्रचित् भवति अप्यर् इत्यपि भवति अनन्तरं सामान्यम् अस्ति किमस्ति अत्र वदति इति एव अर्थः अनन्तरं ख्याति ख्याय आदेशः अपि कुत्रचित् भवति इति कृत्वा अत्र प्रसिद्धिः इति गुणः गुणः गुणि प्रसिद्धिः इति तादृश अर्थेषु आयाति यस्य गुणः अस्ति इति कृत्वा तस्य तु ख्या इति आदेशः एव भवति अस्य धातोः चक्षिङ्गः ख्याय् इति आर्धधातुके प्रत्यये परे इत्युक्ते ख्यातिः इति आगच्छति किल तत्र प्रसिद्धः इति भवति तिन् रूपं चक्षुधातोः तिन् रूपम् अस्ति ख्यातिः इति प्रयासं आर्धातुकः अस्ति इति कृत्वा चक्षुष्टे न भवति रे तस्य तु ख्याय् इति चक्षुः इति आमां ततः एव चक्षुः इति नेत्रे इति अपि प्रायः स्यात् पश्यति इति आगच्छति इति पश्यति न शृणुमः भगिनि चेति वदतु चक्षुः चक्षु इति प्रायः ततः इतः धातुतः एव प्रायः नेत्रे इति अर्थे चक्षुः इति स्यात् सत्यं भगिनि भिन्नप्रत्ययः किन्तु अत्र किम् इत्युक्ते कर्मणि किमस्ति लृति ख्यास्यते इति ख्यास्यति ख्यास्यते इति यत्र ख्याय् आदेशः भवति तस्मिन् समये तस्य तु आत्मनेपदित्वमपि प्राप्नोति इति तर्हि ख्यास्यते ख्यास्यति इति ख्याय् इति ञकारः अस्ति इति कृत्वा कर्तृभिप्रये क्रियापले इत्यनेन अनुदात्तगीतः आत्मनेपदं स्वरितनितः नीतः कर्तृभिप्राये क्रियापले इत्यनेन उभयपदि भवति ख्याय आदेशः तर्हि लृट् लकारे ख्यास्यते ख्यास्यति इति रूपद्वये कव्यत् अपि ख्यातं ख्यातव्य इति ख्यातव्य ख्यानीय इति त्वा अस्ति ख्यात्वा अनन्तरं ल्यप् अस्ति प्रख्याय तत्र अनौन्स् करोति इति प्रख्याय अनन्तरं तव तु अस्ति ख्यातवान् ख्यातः अनित् अस्ति धातुद्वयमपि अनित् स्तः आदेशः अपि अन्य साक्षात् चक्षुः अन्य तर्हि इदानीं कुत्र किमपि न आं सत्यं किं पश्यामि आमां चेत् अस्ति सत्यं किन्तु आर्धदातुकप्रत्ययः भवति तत्र तु ख्याय आदेशः भवति इति कृत्वा चक्षुधातुः रूपमेव नास्ति सत्यं ख्याय अनेट् ख्याय ख्यातवान् ख्यातः अनन्तरं तुमुन् ख्यातुं कृच्छति ख्यातृ ल्युट् अस्ति ख्यान चक्षणमिति चक्षुतः चक्षणमिति ख्यान इति मन्ये ल्युट् अपि तथा एव खलु विचक्षणः इति अपि रूपम् अस्ति अस्ति अस्ति विचक्षणः इति अस्ति तर्हि किमपि अन्यदातुः अस्ति किं विचक्षणः द्रष्टव्यम् अत्र एव दत्तमस्ति कोशे विचक्षणः इति विश्वं विचक्षते धीराः योगराधेन चक्षुषा तत्र एतत्तु वाचस्पतीयम् किन्तु मुल्लति आर्धदातुकप्रत्ययः एव खलु तस्यपि ख्याय् इति आदेशः प्रायः भिन्न तस्य नुल् कृते प्रायः भिन्नसूत्रं स्यात् यत्र वैकल्पिकरूपेण रूपद्वयं भवति इति अहं तु मातुः यत् पुस्तकमस्ति तत्र दृष्टवती परिशीलयितुं तत्र दृष्टवती तत्र तु नो चेत् कृदन्तपुस्तके वा कृदन्तपुस्तके आर्धदातुकप्रक्रिया सन्ति नुळ् अस्ति ख्यापक इति पुकागमः भवति अर्थे श्री ख्या इति आकारान्तः आकारः आताम्पुङ्गम् इत्यनेन पुकागमः ख्यापकः इति तथा एव लिच् इत्यस्य ख्यापयति शत्रु अस्ति चक्षाण नष्टमितं शान चक्षाण इति कर्मणि क्षण ख्यायमान इति ख्यायमान परन्तु कर्मणि भवति चक्ष्यते वा न कर्मणि अपि ख्यायते इति ख्यायते इत्येव भवति. अनन्तरं आशीर्लिङ्ग् अस्ति ख्येयात् ख्यायात् इति अत्र अनन्तरं कुत्रचित् दृष्ट्वा केचन पण्डिताः अत्र क्षा इत्यस्य स्थाने क्षा इत्यपि इत्यपि इक्षा इति आदेशं मन्यते इति. तदर्थं सूत्रमस्ति वा इति वार्तिकम् इति एव मन्यते सूत्रम्. भगिनी अर्थम् अस्ति अर्थम् अस्ति शब्द वदति इत्येव प्रख्यापयति प्रख्यापयति इति वदामः वदति अनौन्स् करोति इति अत्र पश्यति इत्यपि अर्थः अस्ति इति अत्र ऋग्वेदस्य किमपि एकं वाक्यं दृष्टवती इतो जातो विश्वमिदं विचष्टे वैश्वानरो इति इतः जातः वैश्वानरः विश्वमिदं विचष्टे इति पश्यति पश्यति इति. सम्यक् भगिनि. जुष्ट इति पदं बहु सूत्र श्लोकेषु आगच्छति जुष्ट मेधाते इति अपि अस्ति जुष्ट किं किं भगिनि जुष्टपदम् एवं किं किन्तु अधुना वयं जुष्ट इति पदस्य विवरणं न कुर्मः किम् अस्तु चकार च चकार भवति एव अहं न जानामि भिन्नधातुः प्रायः भगिनि इति मन्ये आम् मन्यामहे. अस्तु तर्हि परिसमे समापयामः चेत् धन्यवादः धन्यवादः तर्हि शुभरात्रिः धन्यवादः.